अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणि योगविभ्रष्टवचनाच्च गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे अध्याये सः योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशशङ्का अनुत्पन्ना स्यात्। अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वादनारभ्यत्वे स्वं फलम् आरभत एव। नित्यस्य च कर्मणः वेदप्रमाण अवबुद्धत्व फलेन भवितव्यमिति अवोचाम्। अन्यथा वेदस्य आनर्थकप्रसङ्गात् इति न च कर्मणि सति उभयविभ्रष्टवचनम्। अर्थोत्कर्मणः विभ्रंशकारण अनुपत्तिः। कर्म कृतम् ईश्वरे सन्न्यस्य इत्यतः कर्तुः कर्मफलं नारभते इति चेन्न ईश्वरे सन्न्यासस्य अधिकतरफलहेतुत्वोत्पत्तिः। मोक्षाय एव इति चेत् स्वकर्मणां कृतानाम् ईश्वरे सन्न्यासो मोक्षाय एव न फलान्तराय योगसहितः योगाच्च विभ्रष्टः इत्यतः तं प्रति नाशशङ्का युक्ता एव इति चेत् न एकाकी यतचित्तात्मा निराशीरपरिग्रहः ब्रह्मचारिव्रते स्थितः इति कर्मसन्न्यासविधानं। न चात्र ध्यानकाले स्त्रीसहायत्वाशङ्का येन एकाकित्वं विधीयते न च गृहस्थस्य निराशीः अपरिग्रहः इत्यादिवचनम् अनुकूलम्। उभयविभ्रष्टप्रश्न अनुपत्तेश्च अनाश्रितः इत्यनेन कर्मिणः एव सन्न्यासित्वं योगित्वं च उक्तं प्रतिषिद्धं च निरग्नेः अक्रियस्य च सन्न्यासित्वं योगित्वं च इति चेत् न ध्यानयोगं प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षा सन्न्यासस्तुतिपरत्वात् न केवलं निरग्निः अक्रियः एव सन्न्यासी योगी च किं तर्हि कर्म्यपि कर्मफलासङ्गं सन्न्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्ध्यर्थं ससन्न्यासी च योगी च भवति इति स्तूयते। न च एकेन वाक्येन कर्मफलासङ्गसन्न्यासस्तुतिः चतुर्थाश्रमप्रतिषेधश्च उपद्यते न च प्रसिद्धं निरग्निः अक्रियस्य परमार्थसन्न्यासिनः श्रुतिस्मृतिपुराण इतिहासयोगशास्त्रेषु विहितं सन्न्यासित्वं योगित्वं च प्रतिषेधति भव स्ववचनविरोधाच्च सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन्न कार्यन्नास्ते मौनी सन्तुष्टो येन केनचित् अनिकीतः स्थिरमतिः विहाय कामान् यः सर्वान् पुमाश्चरति निःस्पृहः सर्वारम्भपरित्यागी इति च तत्र तत्र भगवतः स्ववचनानि दर्शितानि। तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः। तस्मान् मुनेः योगम् आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपेक्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यते इति ससन्न्यासी च योगी च इति स्तूयते। श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ससन्न्यासी च योगी च न निरग्निर्न चाक्रियः। अनाश्रितः न आश्रितः अनाश्रितः किं कर्मफलं कर्मणां फलं कर्मफलं ये तदनाश्रितः कर्मफलतृष्णारहितः इत्यर्थः। यो हि कर्मफले तृष्णावान् सः कर्मफलम् आश्रितो भवति अयं तु तद्विपरीतः अतः अनाश्रितः कर्मफलम्। एवं भूतस्सन् कार्यं कर्तव्यं नित्यं काम्यविपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्त्यति यः कश्चिन् ईदृशः कर्मी सः कर्म्यन्तरेभ्यो विशिष्यते इत्येवमर्थमहं ससन्न्यासी च योगी च। सन्न्यासः परित्यागः स यस्य अस्ति स सन्न्यासी च योगी च। योगः चित्तसमाधानं स यस्य अस्ति स योगी च इति एवं गुणसम्पन्नः अयं मन्तव्यः। न केवलं निरग्निः अग्र्ये एव सन्न्यासी योगी च इति मन्तव्यः। निर्गताग्नेः कर्माङ्गभूताः यस्मात् स निरग्निः अक्रियश्च अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदानादिकाः यस्य असौ अग्र्यः। ननु च निरग्नेः अक्रियस्यैव श्रुतिस्मृतियोगशास्त्रेषु सन्न्यासित्वं योगित्वं च प्रसिद्धम्। कथम् इह साग्नेः सक्रियस्य च सन्न्यासित्वं योगित्वं च अप्रसिद्धम् उच्यते इति नैष दोषः कयाचित् गुणवृत्त्या उभयस्य सम्पिपादिशितत्वात् तत्कथं कर्मफलसङ्कल्पसन्न्यासात्सन्न्यासित्वं योगाङ्गत्वेन च कर्माष्ठानात् कर्मफलसङ्कल्पस्य च चित्तविक्षेपहेतोः परित्यागः योगित्वं च इति गौणम् उभयम्। न पुनः मुख्यं सन्न्यासित्वं योगित्वं च अभिप्रेतमिति एतमर्थं दर्शयितुमाह। यं सन्न्यासमिति प्राहुः योगं तं विद्धि पाण्डव न ह्य सन्न्यस्तसङ्कल्पो योगी भवति कश्चन। यं सर्वकर्मतत्फल परित्यागलक्षणं परमार्थसन्न्यासं सन्न्यासमिति प्राहुः श्रुतिस्मृतिविदः। योगं कर्मानुष्ठानलक्षणं तं परमार्थसन्न्यासं विद्धि जानीहि हे पाण्डव। कर्मयोगस्य प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसन्न्यासेन कीदृशं सामान्यम् अङ्गीकृत्य तद्भावः उच्यते इति अपेक्षायाम् इदमुच्यते। अस्ति हि परमार्थसन्न्यासेन सादृश्यं कर्तृद्वारकं कर्मयोगस्य। यो हि परमार्थसन्न्यासी स त्यक्तसर्वकर्मसाधनतया सर्वकर्मतत्फलविषयं सङ्कल्पं प्रवृत्तिहेतुकामकारणं सन्न्यस्यति। अयमपि कर्मयोगी कर्म कुर्वाण एव फलविषयं सङ्कल्पं सन्न्यस्यति इति एतमर्थं दर्शयिष्यन् आह। न हि यस्म असन्न्यस्तसङ्कल्पः असन्न्यस्तः अपरित्यक्तः फलविषयः सङ्कल्पः अपि सन्धिः येन सह असन्न्यस्तसङ्कल्पः कश्चिदपि कर्मी योगी समाधानवान् भवति न सम्भवति इत्यर्थः। फलसङ्कल्पस्य चित्तविक्षेपहेतुत्वं तस्मात् यः कश्चन कर्मी सन्न्यस्तफलसङ्कल्पो भवेत् स योगी समाधानवान् अविक्षिप्तचित्तो भवेत्। चित्तविक्षेपहेतोः फलसङ्कल्पस्य सन्न्यस्तत्वादित्यभिप्रायः।